अद्यतनविषयः अस्ति कालोपाधिनिरूपणम् इति. तर्हि गते सप्ताहे वयं कालस्य लक्षणम् अपि च काललक्षणे अवच्छेद्य अवच्छेदकभावः इति सर्वं परिशीलितवन्तः. अद्यतने वर्गे कालस्य उपाधयः कथं भवन्ति अपि च ते के इति परिशीलयामः. तर्हि राजेन्द्रमहोदय आरब्धुम् इच्छति वा? आं भगिनि. कालोपाधिनिरूपणं कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं कालसङ्कोचरूपोपाध्यायः कालिकसम्बन्धश्च निरूप्यन्ते. अनादिः अनन्तः खलु कालः, तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति. न हि वयं प्रभृति आरब्धां शकादिगणनाम् आधुनिकीं वा क्रिस्ताब्दगणनां विहाय अयं पूर्वम् आसीत्, अयं तदा आसीत् इति व्यवहरामः. उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः. अतः परिच्छिन्नः किञ्चित् पदार्थेन पृथक्कृतः कालः अस्माकं व्यवहारयोग्यः भवति. निर्दर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहाराम् आदाय चिन्तयामः. अनेन परमव्यापिकस्यापि कालस्य सप्त चतुर्विंशत् उत्तर नवशत उत्तर एकसहस्र प्रभृति एकादश उत्तर द्विसहस्रपर्यन्तं किञ्चित् शक्लं बुद्धौ आरोहति. विषयम् एनं सुविशदं निरूपयामः. अस्तु महोदय, प्रारम्भतः किञ्चित् उक्त्वा वदतु. यदा वयं कालस्य निरूपणं चिन्तयामः तदा जानीमः तस्य सः तु सर्व आधारः अस्ति. सर्वस्व आधारः अस्ति कालसङ्कोचः. यदा कालस्य विभागं कुर्मः, उपाधि दद्मः, तत् कालिकसम्बन्धश्च तत् सः तु कालिकसम्बन्धं निरूपयति. नाम अत्र कालनिरूपणप्रसङ्गे यदा कदापि कालस्य निरूपणं भवति तत्र विषयत्रयं भवति. प्रथमं कालस्य सर्वाधारत्वं, कालसङ्कोचकरूपोपादयः. नाम कालः बृहान् अस्ति, तस्य सङ्कुचितरूपम् अपेक्षितं, तदर्थम् उपादयः अपि अपेक्षिताः, तदर्थं कालसङ्कोचकरूपोपादयः इति द्वितीयः विषयः. तृतीयः अस्ति कालिकसम्बन्धः. एते विषयाः निरूप्यन्ते यदा कदापि कालस्य निरूपणं भवति तदा. अन्येन केनापि आगतं वा इदानीम् अनन्तरं नूतनतया? नूतनतया कोऽपि अस्ति वा? अस्तु अस्तु महोदय, उच्यताम्. तत्र सर्वाधारत्वम् इत्युक्ते किम् इति? आधारः अस्ति सर्वेषां कृते. आधारः अस्ति कालः. यदा कालस्य प्रसङ्गः आगच्छति तत् ज्ञायामः. कालः तु सर्व आधारः अस्ति, तस्मिन् सर्व आधारत्वम् अस्ति काले. एवं वा भगिनि? एवमेव. अस्तु अग्रे. कालसङ्कोचकरूपोपाध्याः कालस्य विभजनं कृत्वा उपाधि दत्वा तस्य अवलोकनम् आगच्छति, बुद्धम् आगच्छति तत् कालस्य. कालिक सम्बन्धश्च कालः सम्बन्धः अपि निरूपयति अदा यदा गच्छति पूर्वम् आसीत् अनन्तरम् आसीत् तत् तत् कालिकसम्बन्धः च सः अपि काले एव कालः एव निरूपयति कालिकसम्बन्धः नाम किमिति अग्रे पश्यामः तस्य द्वितीयवाक्यतः किञ्चित् प्रतिपादयतु महोदय अनादि अनन्तः खलु कालः एवं चिन्तयामः कालः तु अनादि अनन्तः अस्ति परन्तु तादृशी चिन्तयामः तु तत् व्यवहारयोग्यता तत्र नास्ति यदि अनादि अनन्तः अस्ति तथा न वक्तुं शक्नुमः कदा गच्छति अनन्तरम् अनन्तरं भवति तत् तत् न भवितुमर्हति यदिपि वयं जानीमः अनादिः अनन्तः अस्ति परन्तु व्यवहारयोग्यः तथा नास्ति कुतश्चित् एवमपि न वक्तुं शक्नुमः शक् शकादिगणनां यथा केलेण्डर् किमपि शक् शक् यथा क्रिस्तान् बिफोर् क्रैस्ट् आफ्टर् क्रैस्ट् तथैव शक् अपि एकं किं किं वदामः सत्यं कालस्य मापनार्थं एकं विधानम् अस्ति यथा भवान् सत्यमेव उक्तं क्रिस्ताब्दिगणनावत् एव शाकादिगणना अपि भवति परन्तु तत् यदा तस्य प्रयोगानन्तरं किञ्चित् वयं व्यवहारयोग्यः भवति कालः अन्यथा तु कालस्य व्यवहारयोग्यता नास्ति यदि यदि तत् अनादि अनन्तः तस्य एकः प्रश्नः अस्ति मापनम् इत्युक्ते विभजनं वा मापनम् इत्युक्ते मापनं मेजर्मेण्ट् भगिनि अस्तु अस्तु धन्यवादः कालः अनादिः अनन्तः खलु काले तादृशे काले वयम् उपाधिं न स्थापयामः अथवा कथञ्चित् अनादि अनन्तस्य कालस्य सङ्कुचितरूपं न भवति चेत् तस्य व्यवहारयोग्यता अपि नास्ति यथा महोदयेन प्रतिपादितं शाकादिगणना इत्युक्ते वर्षाणां गणना इति सर्वम् अद्य इदमस्ति श्वः अन्यत् किमपि भविष्यति एतादृशः व्यवहारः एव न भवति यदि कालस्य सङ्कुचितरूपं न भवति अथवा कालस्य विभजनं न भवति चेत् तादृशव्यवहारः असम्भवः एव तदर्थम् अत्र उक्तम् उन्मत्तस्य वा तथा भाषणेन किञ्चित् न हि अवगच्छामः तत्र वाक्यस्य आरम्भे न हि इति अस्ति खलु तत् अत्रापि अन्वयः अस्ति यदा कालः यदि अनादि भवति तस्य सङ्कुचितरूपं न भवति विभजनं न भवति चेत् कोऽपि विभ्रान्तस्य भाषणेन भाषणं यथा भवति तथा भवति कालस्य विषये सम्भाषणम् अस्तु इति कृत्वा प्रश्नः अस्ति तत्र कालस्य सर्वाधारत्वम् इति अस्ति तस्य विषये अग्रे चर्चा भवति वा इत्युक्ते कथं वदामः काले सर्वाधारत्वम् अस्ति इति आं भगिनि किञ्चित् अग्रे अस्ति परन्तु काले एव सर्वम् अस्ति किल परन्तु यथा कालः नित्यं विभुः इति तस्य लक्षणम् इति वदामः तर्हि प्रश्नः मम आसीत् सर्वाधारत्वं कुतः अस्ति इति कुतः आगतं निरूपणं कथम् अस्ति अग्रे अस्ति चेत् तत्र अग्रे चर्चा भवतु इदानीं न आवश्यकम् अस्तु अग्रे किञ्चित् अस्ति परन्तु विभुः अस्ति कालः यथा भवती उक्तवती तत् सत्यं किन्तु यत्किमपि जन्यम् अस्ति यस्य कस्यापि जननं भवति तस्य जननं समये कुतश्चित् भवति एव कुत्रचित् भवति एव इति कृत्वा सर्वं समये अथवा काले भवति इति सर्वाधारत्वं कालस्य अस्ति सर्वस्य आधारः कालः अग्रे पठाम एवमेव स्वीकृतमस्ति तर्हि तद् लक्षणम् इव एव स्वीकृतमस्ति कालस्य सर्वाधारत्वम् इति आम् सत्यम् नो चेत् जन्यानाम् अन्यत्र कुत्र स्थानं भवति इति प्रश्नः भवति खलु? अस्तु, नूतनतया केन केन आगतं, कृपया नामानि उच्यन्ताम्। अस्तु, जयन्ती भगिनी, वर्धिनी भगिनी, अनन्तरम् अखिला अस्मि भगिनी। अस्तु, अखिला भगिनी, अनन्तरम् अनन्तरं कोऽपि अस्ति वा नूतनतया? भगिनी अजितः। अस्तु, अजितः महोदय, अनन्तरम्? अस्तु, हा, अग्रे सरेम। अनन्तरं यथावस्थितस्य कालस्य न व्यवहारयोग्यता इति पर्यन्तं राजेन्द्रमहोदयेन उक्तम्। अनन्तरम् अस्तु, नीता भगिनी अग्रे पठति वा? अतः अस्तु भगिनि, अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति। निदर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहारमादाय चिन्तयामः। अनेन परमव्यापकस्यापि कालस्य सप्तचत्वारिंशत् अधिक नवशताधिक एकसहस्र प्रभृति एकादश अधिक द्विसहस्र एकादशाधिकद्विसहस्रपर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति विषयमेनं सुविशदं निरूपयामः। अस्तु, किं बुद्धं भगिनि? अथवा परिच्छिन्नः इत्युक्ते किं भगिनि? पृथक् कृतः इति तावदेव, यस्य छेदनं भवति तादृशः कालः। अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति। पृथक्तया कालस्य पृथक्करणम् आवश्यकं तदनन्तरमेव व्यवहारं चर्चयितुं सौलभ्यमस्ति। निदर्शनाय स्वातन्त्र्योत्तरकालः इत्युक्ते आफ्टर् इण्डिपेण्डेन्स् बिफोर् इण्डिपेण्डेन्स् इति परिचिनः करणीयं तदनन्तरमेव इति व्यवहारमादाय चिन्तयामः। तर्हि वदतु भगिनि। तदेव पुनः उदाहरणत्वेन उक्तम्। यदि कालः केनचित् परिच्छिन्नः अथवा केनचित् कालस्य विभजनं भवति चेदेव एकं कालखण्डं मनसि निधाय अग्रे व्यवहारं कर्तुं शक्नुमः। विषयम् एनं सुविशदं निरूपयामः, अत्र अग्रे स्पष्टतया निरूपणम् अस्ति कथं कालस्य खण्डनम् अथवा विभजनं भवति इति। अस्तु, सरला भगिनी अग्रे पठति वा? आं भगिनि, कालस्य गगनाये अनेके गणनाये अनेके उपायाः अस्माभिः पूर्वजैः आद्यताः। कालस्य कथं गणनं भवति तस्य अस्माकं पूर्वजैः बहु उपायः दत्ता। पृथ्वीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अशानां षष्टधिकानि त्रीणि शतानि आदाय एकैकांशतुल्यपरिधिभागं क्रमितुं यः कालः तत् कालमानं भवेत् इति विचारः प्रकान्तः. पृथ्वी इति भवति, पृथ्वीं परितः सूर्यः भ्रमणं भवति इति. अस्तु, अत्र एकं वदामि, कालस्य पृथक्करणम् अपेक्षितं खलु. पृथक्करणं केन भवति? पृथक्करणं भवति क्रियया. कया अपि क्रियया कालस्य तादृशं विभजनं भवति चेत् कालस्य व्यवहारयोग्यता अस्ति. अत्र पूर्वजाः किं स्वीकृतवन्तः? कीदृशीं क्रियां स्वीकृतवन्तः? पृथ्वीं परितः सूर्यस्य भ्रमण एक. अस्तु, सत्यं सत्यम् इति क्रिया. तादृश्याः क्रियायाः परिकल्पनं कृतवन्तः, पृथिवीं परितः सूर्यस्य भ्रमणम् इति क्रियाम्. अस्तु, अनन्तरम्? अनन्तरं एका वर्षे त्रिशन्त दिनानि, षष्ट अधिक त्रिशन्त दिनानि एका एके वर्षे. तत् सूर्य पृथ्वी अत्र अहं किञ्चित् वदामि. अत्र 360 इति अस्ति, षष्ट्याधिकानि त्रीणि शतानि. अस्तु, अंशम् एकम् अंशं स्वीकृतवन्तः. तेषु षष्ट्याधिकानि त्रीणि अंशेषु एकस्य अंशस्य एकम् अंशं क्रमितुं कियान् समयः अपेक्षितः इति चिन्तयित्वा तादृशं चिन्तनम् आसीत्. तादृशः विचारः कालस्य एका मापना आसीत्. एक अंश षट् अधिकानि त्रीणि शतानि एकम् अंश षष्ट्याधिकानि षष्ट्याधिकानि त्रीणि शतानि इति एकं स्वीकृतवन्तः, एका मापना स्वीकृतवन्तः. तदनन्तरं षष्ट्याधिकत्रीणि शते अंशेषु एकैकस्य अपि अंशस्य क्रमणम् इत्युक्ते भ्रमणार्थं 360 डिग्रीस् इति चिन्तयन्तु. तत्र 360 डिग्रीस् मध्ये एकं क्रमितुम् एकं डिग्री क्रमितुं कियान् समयः अपेक्षितः इति चिन्तयित्वा तादृशं विचारं कृतवन्तः. सः विचारः कालस्य मानम् अभवत्. कालमानम् इत्युक्ते कालस्य विभजनं वा अथवा कालस्य मेजर्मेण्ट् अभवत् इति एकं चिन्तनम् आसीत् पूर्वजानाम्. अनन्तरं किमस्ति, पठतु. ततः सूर्यादि निरपेक्षणे कालज्ञानः घटिकायन्त्रं सलम्बकं घटिकायन्त्रं चाविष्कृतम्. घटिकायन्त्रं तत् अपि इव. अस्तु, अत्र वार्ता का इत्युक्ते क्रियाम् अवलम्ब्य कालस्य मापनम् अस्ति. अत्र क्रिया का? पृथिवीं परितः सूर्यस्य भ्रमणं. तेन किं? सूर्योदयः सूर्यास्तः जायते इति क्रिया. अनन्तरं ते चिन्तितवन्तः सूर्यादि नैरपेक्षेण नाम सूर्यादीनां निरपेक्षा भवति चेदपि कालस्य ज्ञानं भवतु. नैरपेक्षेण इत्युक्ते नैरपेक्षम् इत्युक्ते अपेक्षा नास्ति यत्र, तद् निरपेक्षा. तस्य तद्धितप्रत्ययं योजयित्वा नैरपेक्षेण कालज्ञानं तदा अपि भवतु. सूर्यस्य चन्द्रस्य क्रमणं न भवति चेदपि, तस्य ज्ञानं न भवति चेदपि कालज्ञानं भवतु. कथं भवतु इति चिन्तयित्वा घटिकायन्त्रम् इति यन्त्रं निर्मितवन्तः. घटिकायन्त्रस्य सलम्बकम् अर्थं भगिनि किं? यः लम्बते, हेङ्ग् कुत्रचित्. घटिकायन्त्राणि भित्तौ लम्बते खलु, पेण्डुलम् अस्तु अनन्तरं परन्तु सर्वत्र जलसिकतादिसाधनानां न्यूनाधिकभावे मानं स्तरं न भवति अहं न अवगच्छामि अत्र सलम्बकं घटिकायन्त्रम् इति एकमासीत् अनन्तरं किं भवन्तः दृष्टवन्तः स्युः जलः उपयोगं कृत्वा कालस्य मापनं न कर्तुं शक्नोति हार् ग्लास् इति सर्वं दृष्टवन्तः स्युः खलु तत्र सिकता इत्युक्ते सेण्ड् हार् ग्लास् मध्ये सिकता एव भवति सेण्ड् एव भवति तादृशानां पदार्थानाम् उपयोगेन अपि तत्र मानं स्थिरं न भवति इत्युक्ते विश्वसनीयं न भवति मानम् इत्युक्ते मेजर्मेण्ट् एतेषां हा हा सत्यं तथा एव अस्ति न्यूनाधिकभावे नाम जलस्य उपयोगं भवति चेत् शैत्यकाले जलस्य क्रमणं किञ्चित् न्यूनमेव भवति शनैः गच्छति मन्दं मन्दं गच्छति इति सर्वं चिन्तयित्वा अनन्तरं पठतु भगिनि लम्बके चर्मकाले घर्मकाले वेगे न्यूनतया शीतकाले वेगादि वगाच तावदेशानां प्रकमाय कदाचित् अधिककालः कदाचित् अधिककालः कदाचित् न्यूनकालः उष्ण अस्ति शैत्यम् अस्ति वा उष्ण अस्ति तस्य मापनं विभिन्ना भवति लम्बके इत्युक्ते किं भगिनि लम्बके अपि घर्मकाले इत्युक्ते घर्म इत्युक्ते हीट् उष्णकाले उष्णकाले लम्बकः इत्युक्ते पेण्डुलं वत् या कोऽपि यन्त्रं भवतु अस्तु किन्तु औष्णांशम् उष्णं वा शैत्यं वा अवलम्ब्य एतेषां क्रमणं कदाचित् न्यूनः भवति एतेषां क्रमणम् अथवा एतेषां वेगः कदाचित् न्यूनः कदाचित् वेगेन गच्छति इति कृत्वा ते सर्वे न विश्वसनीयाः तर्हि कालस्य मापने वैषम्यं भवति एव एतेषाम् अवलम्बनेन वैषम्यम् इत्युक्ते दोषः कुतश्चित् भवत्येव एतेषाम् उपरि कालस्य मापनार्थम् अवलम्बनं भवति चेत् अस्तु अग्रे पठतु भगिनि अतः आधुनिकैः काटज्ञः रीतिः रीतिः आविकृताः तत्र क्रियाणां सन्ततौ सूक्ष्मे अपि न्यूनाधिकाभाव न भवति अस्तु इति नूतनविधानं कालस्य मापनार्थं क्वाड्स् इति भवति खलु घटीषु इत्यस्य आविष्कारेण क्रियाणाम् आविष्कारः इत्युक्ते नूतनतया कस्यचित् उद्भवः डिस्कवरि वा इन्वेन्शन् इति नूतनं यन्त्रम् आविष्कृतं क्वाड्स् माध्यमेन तत्र क्रियाणां सन्ततौ सूक्ष्मो अपि न्यूनाधिकभावः न भवति सन्तति इत्युक्ते धारा अस्तु समानवेगेन अग्रे गच्छति क्रिया सन्तति इत्युक्ते किं भगिनि नित्याधारा नित्याधारा कण्टिन्यूड् क्रिया तर्हि क्वाड् इति विश्वसनीयं माध्यमम् आसीत् क्रियाणां सन्ततीनां मापनार्थं तत्र एका क्रिया न्यूनतया न गच्छति अपरस्याः अपेक्षया तथा न भवति इति कृत्वा नूतनयन्त्रम् आविष्कृतम् अस्तु अग्रे सन्ध्या भगिनी पठति वा इह अवलोक्यतां पञ्चभिः क्रियाभिः निमिषशरः द्वादशात् बिन्दोः प्रथमं बिन्दुं प्राप्नोति. ताभिः पञ्चभिः क्रियाभिः व्यापकस्य कालस्य सङ्कोचः जातः. ततः प्रथमबिन्दोः द्वितीयबिन्दुं यातुं पञ्चभिः क्रियाभिः तावानेव कालः सङ्कुचितः भवति. एवमेव अग्रेपि एतादृशक्रियासमुदायः तुल्यकालपृथक्कर्ता फलानि घटिका होरा प्रहरः दिनं सप्ताहः पक्षः मासः वत्सरः इत्येवं व्यवहारयोग्यः भवति. तर्हि अत्र सा एव क्वार्ट्स् घटी कथं तस्याः क्रियया कथं कालस्य विभजनं भवति, कथं वा तस्य निमिषशरस्य पञ्च किं वदामः पञ्चपदानि यदा गच्छति तदा तत्र द्वादशबिन्दवः सन्ति, ततः एकं बिन्दुं प्राप्नोति इति कृत्वा ततः एकस्य एवमेव कालस्य तत्र पृथक्करणम् अस्ति. तथैव तत्र पृथक्करणम् अत्रापि पृथक्करणं केन भवति? क्रियया एव. तत्र निमिषशरस्य क्रियया एव भवति. निमिषशरस्य अग्रे गमनमेव क्रिया अस्ति. सत्यं. तर्हि तथैव कालस्य पृथक्करणम् अस्ति. तत्र फलानि इत्युक्ते सेकेण्ड्स् इति चिन्तयामि. तत्र अनन्तरं घटिका होरा होरा इत्युक्ते घण्टा प्रायः. सत्यम्. अनन्तरं प्रहरः इत्युक्ते तत्र मध्याह्न वा प्रभातः वा यद् वदामः तथा. सत्यं. होराणां समुदायः इति चिन्तयामि. सत्यम्. अनन्तरं तत्र दिनं सप्ताहः पक्षः मासः वर्षः तावद् कालस्य विभजनं कृत्वा कालः व्यवहारयोग्यः भवति इति. अस्तु. तर्हि तथैव अस्ति भगिनि. तर्हि मुख्यः विषयः अस्ति यत् कालः अनादिः अनन्तः, कयाचित् क्रियया अथवा क्रियासमुदायैः एव कालस्य विभजनं भवति. एकत्र पृथिवीं परितः सूर्यस्य भ्रमणम् इति क्रियां चिन्तयित्वा कालस्य विभजनं कृतवन्तः पूर्वजाः. अग्रे गत्वा आधुनिकैः क्वाड्स् माध्यमेन क्रियासमुदायः निर्मितः. अत्र क्रियासमुदायः अस्ति निमेषशरस्य अग्रे गमनम्. तर्हि पञ्चभिः क्रियाभिः निमेषशरः द्वादशात् प्रथमबिन्दुं प्राप्नोति. तथैव पञ्चभिः क्रियाभिः समानपञ्चभिः क्रियाभिः प्रथमबिन्दुतः द्वितीयबिन्दुमपि प्राप्नोति इति तत्र किमस्ति विश्वसनीयम् अस्ति कालस्य मापनं तेन. तथा कृत्वा एव क्रियाभिः एव कालस्य विभजनं जातं. तेनैव कालस्य मानमपि प्राप्यते, सङ्कुचितरूपमपि प्राप्यते. तादृशानि सङ्कुचितरूपाणि सन्ति फलानि अथवा होराः प्रहरः इति यत्किमपि व्यवहारे वदामः तत्सर्वं क्रियासमुदायेन एव जातम् इति अस्ति सारांश. अत्र कोऽपि प्रश्नः अस्ति वा? अथवा भ्रमः जातः वा कस्यचित्? सम्यक् भवति भगिनि. अत्र पूर्वपुटे प्रकृत्य इत्युक्ते किं भगिनि? पुनः वदतु भगिनि. पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य. प्रकल्प्य इत्युक्ते चिन्तयित्वा. अस्तु अस्तु. धन्यवादः. इति कल्पनां कृत्वा इति तावदेव. भगिनि तत्र किमर्थं पृथिवीं परितः सूर्यस्य भ्रमणम् इति तत्र आकाशे यथा दृश्यते तथा तद्वा? सत्यं भगिनि, अहमपि पृष्टवती. वस्तुतः सूर्यं परितः पृथिवी भ्रमति खलु, विपरीतरीत्या दत्तं. परन्तु महोदयेन उक्तं पूर्वजानां तादृशं चिन्तनम् आसीत् तथा कल्पनां कृत्वा यद् दृश्यते नेत्राभ्यां सूर्यः अस्ति तस्य तं परितः एव पृथिवी गच्छति इति कल्पनां कृत्वा ते तथा कालस्य मानं कृतवन्तः. अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. गृहादिः कथं कालोपाधिः भवति? तावान् क्रियासमुदायश्च येन अनुभूतः तदा यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः. एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचकः भवति. तथा हि एकं गृहं पद्मालयसंज्ञकं पञ्चसप्ततिः सप्ततिः अधिक नवशताधिक एकसहस्रवत्सरे उत्पन्नं. ततः प्रभृति एकादशाधिक द्विसहस्र तमे वर्षे तमवर्षपर्यन्तं षट्त्रिंशत् वत्सरात्मकक्रियासमुदायाः तद्गृहं च एकस्मिन् काले आसीत् इति पद्मालयस्य षट्त्रिंशत् वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता. पुनः तावान् क्रियासमुदायः च येन अनुभूतः तदा यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः. एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचकः भवति. तावान् क्रियासमुदायश्च येन अनुभूतः. एकनिमिष, कस्यचित् प्रश्नः आसीत् वा? आम्, तावान् इति पदस्य परिचयं. तावत् इति पदमस्ति खलु भगिनि, तस्य पुल्लिङ्गे तावान्. तावत् कियान् समयः तावान् समयः इति सर्वं भवति किल. क्रियासमुदायानां चर्चा आसीत् पूर्वं, घटिका फलानि, घटिका होराः, प्रहर इत्यादीनि. तैः अनुभूतः इत्युक्ते किं भगिनि? अस्तु, इदानीं वाक्यमस्ति तावान् क्रियासमुदायः च येन अनुभूतः. एकं पदार्थं स्वीकुर्मः, तेन पदार्थेन तावान् क्रियासमुदायः अनुभूतः इति चिन्तयतु. पञ्चवत्सराः इति क्रियासमुदायः. एकः बालकः अस्ति, एकः लघुबालकः अस्ति, पञ्चवर्षीयाः. तेन पञ्चवत्सराणां क्रियासमुदायः यः अस्ति तद् अनुभूतः, सः अनुभूतः बालकेन. अस्तु, अत्र गृहस्य निर्माणस्य आधारिता क्रियासमुदायं नीत्वा अत्र कालस्य मापनं भवति इति उच्यते. उदाहरणार्थं तत्र यस्य अनुभवः भवति, क्रियासमुदायस्य अनुभवः भवति, सः पदार्थः अपि तावत् क्रियासमुदायेन पृथक् कृतः पदार्थः वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. नाम एतावता किं पृथिवीपरितः सूर्यम् अस्ति, पृथिवीं परितः सूर्यं भ्रमति, सूर्यं परितः पृथिवी भ्रमति वा इत्यादिकम्, अथवा निमेषशरस्य अग्रे गमनम् इति क्रिया आसीत्. क्रियया कालस्य पृथक्करणम् अभवत्, परन्तु नाम क्रियासमुदायः कालस्य उपाधिः आसीत्. उपाधिः इत्युक्ते तत्र भेदः येन भवति सः उपाधिः क्रियासमुदायः. परन्तु अत्र विषयः अस्ति क्रियासमुदायः येन अनुभूतः सः अपि कालस्य सङ्कोचकः भवति. सङ्कोचकः नाम उपाधिः भवति. अस्तु, न न केवलं क्रिया यत् वस्तुं वयम् उपयुज्यते क्रियायाः मापनं करणार्थं, तदपि कालसङ्कोचकः भवति इति. क्रियासमुदायः येन अनुभूतः, पञ्चवत्सराः इति क्रियासमुदायः, तेन कस्यचित् केनचित् अनुभूतस्य सः अपि कालस्य उपाधिः भवितुम् अर्हति. तत्र उदाहरणं किं दत्तं तदर्थं? पद्मालयः इति नाम्ना किमपि गृहं निर्मितम्, तत्तु एक किं 1975 मध्ये निर्मितम् आसीत्. तदनन्तरं षट्त्रिंशत् वर्षाणाम् अनन्तरं एकनिमिषं, तथा हि एकं गृहं पद्मालयसंज्ञकं पञ्चसप्ततिः अधिक नवशत अधिक एकसहस्रवत्सरे उत्पन्नम् आसीत् तद् गृहं. ततः प्रभृति एकादशाधिकद्विसहस्रपर्यन्तं षट्त्रिंशत् वत्सरात्मकक्रियासमुदायाः तद्गृहं च एकस्मिन् काले आसीत् इति पद्मालयस्य षट्त्रिंशत् वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता. पद्मालयस्य निर्माणानन्तरं षट्त्रिंशत् वर्षाणि अभवन्, अतः तत् गृहं तु कालसङ्कोचकरूपेण भवति. सत्यं, षट्त्रिंशत् वत्सराः अपि अभवन्, वत्सराः अपि कालस्य मापनं कुर्वन्ति इति. सत्यं सत्यं, वत्सराः अपि क्रियाणां समुदायः खलु. अनेकाः क्रियाः मिलित्वा वत्सराः होराः इति सर्वम् आगतं. तर्हि गृहस्य आयुः एव सूचयति खलु. सत्यं, परन्तु कालस्य उपाधिः अपि जातः. कालस्य खण्डः, कालस्य खण्डः अत्र किम् अस्ति? खण्डः अस्ति षट्त्रिंशत् वत्सराः इति खण्डः. तत्र कालखण्डस्य मार्कर् अथवा उपाधिः किमस्ति? पद्मालयस्य पद्मालयगृहस्य निर्माणं 1975 मध्ये. तर्हि वत्सराः इति ये यः क्रियासमुदायः अस्ति, अस्तु, तेन सह सम्बन्धेन यद् निर्मितम् आसीत्, यद् जन्यम् आसीत् गृहं, सः तस्यापि कालोपाधित्वं जातम्. क्रियाभिः सम्बन्धेन यद् निर्मितमासीत्, जन्यमासीत् वस्तु, तस्यापि कालोपाधित्वम् अस्ति इत्येव अत्र सूचितम्. अस्तु अस्तु भगिनी, क्रियासमुदाय अर्थं बहूनां क्रियाणां समुदायः अथवा समाहारः, मेलनं, ग्रूप् आफ् क्रिया, गणः इति समुदायः. बुद्धं वा? आम्. अत्र पद्मालयः क्रियासमुदायः भवति वा किम्? पद्मालयः पद्मालयस्य क्रियासमुदायेन सह सम्बन्धः अस्ति. अस्तु, सम्बन्धः, अस्तु, सम्बन्धः अस्ति. अत्र क्रियासमुदायः कः? वत्सरः, अस्तु, षड्त्रिंशत् वत्सराः इति क्रियासमुदायः, तेन सह पद्मालयस्य सम्बन्धः अस्ति. तादृश तादृशेन सम्बन्धेन पद्मालयः अपि कालस्य उपाधिः अभवत्, कालस्य सङ्कोचकः अथवा उपाधिः अभवत् पद्मालयः इति गृहम्। अस्तु अस्तु भगिनी, तथैव सर्वैः जन्यते मृत्यते, ते कालसम्बन्धेन उपाधि भवति। मम आयु सत्यं सत्यं भगिनि, तथैव अस्ति। यद् जन्यं भवति तत् सर्वं काले एव भवति, काले भवति इति एकम्। अनन्तरं यत्किमपि जन्यम् अस्ति, जननमपि एका क्रिया खलु, जननं मरणम् इति अपि एका क्रिया, क्रियया सह सम्बन्धेन यद् जन्यं वस्तु तदपि कालस्य उपाधिः भवितुम् अर्हति इत्येव अत्र सूचितम्। बुद्धं वा? अस्तु, अग्रे वर्धिनी भगिनी पठति वा? पद्मालयस्य निर्माणानन्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नमिति उच्यमाने, शिवालयः 1985 मध्ये उत्पन्नः इति विद्मः। एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः 1970 इति अपि विद्मः। अस्तु, किं बद्धं भगिनि? पद्मालयस्य निर्माणानन्तरं दशभ्य पद्मालयः कश्चित् संवत्सरे निर्मितं, तदनन्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयस्य निर्माणं कृतम्। अस्तु, पद्मालयस्य निर्माणं कथम् अभवत् अत्र पश्यतु, 1975 इति अस्ति, पञ्चसप्त्यशतोत्तर नवशतोत्तर एकसहस्रतमे वर्षे। शिवालयस्य निर्माणं कथम् अभवत्? शिवालयस्य निर्माणं 1985 पञ्चाशीत्योत्तर नवशत्योत्तर वर्षे शिवालयस्य निर्माणं। परन्तु वयं संवत्सरं न उक्त्वा अनुक्त्वा अपि पद्मालयस्य निर्माणानन्तरं दशवर्षाणाम् अनन्तरं शिवालयस्य निर्माणम् अभवत् इति वदामश्चेत् तर्हि कालसङ्कोचकः अस्ति पद्मालयः। तस्य वदनेन, दशवर्षानन्तरम् इत्यस्य वदनेन मनसि इदं ज्ञानं भवति यत् ओ अस्तु, शिवालयः तर्हि 1985 मध्ये उत्पन्नः स्यात् इति। तादृशं ज्ञानं भवति खलु, कालस्य मापनं कृत्वा शिवालयस्य जननम् अथवा उत्पत्तिः कदा इति ज्ञायते। एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः 1970 इति अपि विद्मः। पद्मालयस्य निर्माणस्य प्राक् शारदालयः निर्मितं 1960 तत्र पञ्चभ्यः वत्सरेभ्यः प्राक् निर्मितम्। अस्तु, तत्र वार्ता इयम् अस्ति यत् एकवारं पद्मालयः कदा निर्मितः इति ज्ञायते चेत् दशवर्षानन्तरम् अन्यत् किमपि निर्मितं, पञ्चवर्षेभ्यः पूर्वम् अन्यत् सर्वम् आसीत्, तादृशः व्यवहारः भवति। पद्मालयस्य निर्माणसमयः ज्ञायते चेत् तदर्थम् अत्र उक्तं पद्मालयसंज्ञकगृहमपि कालस्य उपाधिः भवति, कालस्य सङ्कोचकः भवति। तेन किञ्चित् काण्टेक्स्ट् प्राप्यते खलु, दशवर्षानन्तरं प्रागपि कालसङ्कोचं भवति। सत्यं सत्यम्, उत्तमं भगिनि, तथैव अस्ति। पूर्वमपि अथवा परमपि कालस्य उपाधिं स्थापयितुं शक्नुमः इति कृत्वा, काले यत्किमपि जन्यं भवति तत्सर्वं कालस्य उपाधिः भवति एव इति सारांशः. भगिनी अत्र वित् रेफरेन्स् टु कथं संस्कृतेन वदामः? वित् रेफरेन्स् टु इत्युक्ते अत्र पद्मालयस्य निर्माणानन्तरं वा पूर्वं वा पूर्वं तथैव वक्तुं शक्नुमः इति मन्ये. अस्तु अथवा अधिकृत्य इति वक्तुं शक्नुमः कदाचित्. आम् आम् अस्तु अस्तु. अखिला भगिनी अग्रे पठति वा? अखिला भगिनी अस्ति किम्? आं भगिनि. एवं च क्रियाभिः सङ्गतवस्तु पद्मालयम् आदाय तत्पूर्वं तत्पश्चात् इत्यादयः व्यवहारः वर्तन्ते. अतः एते पदार्थाः कालस्य सङ्कोचकाः कालोपादयः इति शास्त्रे व्यवह्यन्ते व्यवह्नीयन्ते क्षम्यताम् इति यद् भगिनी भवती उक्तं तस्य सारांशः एव अस्ति अत्र. तथा क्रियाणां क्रियां सङ्गृह्य तत्र क्रियासमुदायेन आधारं कृत्वा तत्र पद्मालयम् इति वस्तु अस्ति चेत् पद्मालयम् इति वस्तु स्वीकृत्य तस्य पूर्वं किमपि अभवत् तस्य अनन्तरं किमपि अभवत् इति व्यवहारं कर्तुं शक्नुमः इति एव तत्र अस्ति. तदर्थं पद्मालयः अपि किमस्ति अत्र? पद्मालयः अपि कालोपादयः अस्ति. कालोपादिः अस्ति. हा सत्यं भगिनि. अस्तु अग्रे पठतु. तत्रापि अयं विशेषः यः कदाचित् उत्पत्स्यमानः काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकः, न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाणव आकाशादिः. अतः जन्यस्य एव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानाम् एव कालोत्पादित्वम् इति. तत्र काल उपाधिविषये किं काल उपाधि इत्युक्ते यदिति वयं दृष्टवन्तः. परन्तु तत्र किं वदामः चेत् तत्र यस्य जननं भवति तस्य एव तदेव काल उपाधि इति वक्तुं शक्नुमः. तत्र जननं वा विनाशं वा विनाशरहितवस्तु अस्ति चेत् तत् काल उपाधि इति न. यदा आकाशमस्ति, परमाणुः अस्ति, यद् नित्यमस्ति तत् काल उपाधि न भवितुम् अर्हति. यस्य जन्य भवति तदेव काल उपाधि इति वक्तुं शक्नुमः. किमर्थं चेत् तत् उपयुज्य एव कालस्य सङ्कोचं कर्तुं शक्नुमः. जन्यं नास्ति चेत् विनाशमपि नास्ति. तदर्थं तद् नित्यं भवति चेत् काल इव तदपि नित्यं भवति. तु सङ्कोचं कर्तुं उपयोगं कर्तुं न शक्नुमः. तदर्थमेव अत्र अस्ति यः कदाचित् उत्पत्स्यमानः काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकः इति भगिन्या उक्तमेव. उत्पत्स्यमानः इत्युक्ते यस्य उत्पत्तिः भवति, अपि च यः कोऽपि क्रियाः अनुभवति. नाम गृहस्य उदाहरणं स्वीकुर्वन्ति चेत् क्रियाणां समुदायः वत्सरः इति आसीत्, सः तं क्रियासमुदायम् अनुभवति अथवा ताः क्रियाः अनुभवति गृहम्, अपि च उत्पद्यमानः अस्ति, तस्य जननम् अभवत् एकस्मिन् काले, तदर्थमेव सः क्रियाः अनुभूतवान् इति. तादृशः पदार्थः एव कालस्य सङ्कोचकः भवति. अत्र परमाणूनाम् आकाशस्य का गतिः भगिनी उक्तवती एव, किन्तु स्पष्टीकरणार्थं परमाणुः आकाशः तु तत्र उत्पत्ति अपि नास्ति. तदनन्तरं तत्र किमपि क्रिया न अनुभवति. तत् नित्यम् अस्ति एव. तदर्थं तत् काल उपाधि इति वक्तुं न शक्नुमः. किमर्थं चेत् तत् कालस्य सङ्कोचकः न भवति, जनं नास्ति, अतः विनाशं नास्ति, जननं नास्ति, विनाशमपि नास्ति, तदर्थं सत्यं. नित्यद्रव्याणि यानि कानि अपि भवतु, परमाणु, आकाशः इत्यादिकं, कालस्य सङ्कोचकः अथवा कालस्य उपाधिः न भवति. यः जन्यः अस्ति तस्यैव कालस्य कालोपाधित्वं भवति अथवा कालसङ्कोचकत्वं कालोपाधित्वम् उभावपि समानौ शब्दौ. तदर्थम् अत्र उक्तं जन्यानामेव कालोपाधित्वम् इति. स्पष्टं स्यात्? अस्तु, अग्रे अजिता महोदय पठति वा? अजिता महोदय अस्ति किम्? अस्तु, अन्यः कोऽपि अस्ति यः नूतनतया आगतवान् अथवा न पठितवान् तावता अथवा न पठितवती? अस्तु, अग्रे राजेन्द्रमहोदय तर्हि पठतु कृपया. अस्तु भगिनि. एवं भूतले घटः, चत्वरे गावः इत्यादिवत् इहापि अधिकरणत्वावगाहि प्रत्ययः भवति. तदा तद् अकारस्तु इदानीं घटः तदानीं पटः इति. अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तत्र च आधार आधेयभावनिर्वाहाय गुणागुणेदीनां समवाय एव अतिरिक्त सम्बन्धः कल्पयते. स एव कालिकसम्बन्धः इति उच्यते. अस्तु महोदय, अस्तु अस्तु, किञ्चित् प्रारम्भतः पठित्वा प्रतिपादयतु. किञ्चित् क्लिष्टकरेव अस्ति, प्रयत्नं करोमि. अस्तु, निश्चयेन. एवं भूतले घटः, चत्वरे गौः इत्यादि. अस्तु, हा, अत्र पश्यन्तु, भूतले घटः, चत्वरे गौः. चत्वरः इत्युक्ते चतुष्पथः, यत्र चतुर्णां मार्गाणां मेलनं भवति, स्क्वेर् इति वदामः खलु, तदस्ति. अस्तु, भूतले घटः, चत्वरे गौः इत्यादिवत् इहापि अधिकरणत्वगाहि प्रत्ययः भवति. अत्र पश्यन्तु, भूतले घटः इति वदनेन अधिकरणं किम् इति ज्ञायते वा? भूतलं, भूतलं सप्तमी विभक्त्याम् अस्ति एव, भूतले घटः. चत्वरे गौः इत्यस्य श्रवणेन किञ्चित् अधिकरणस्य भातिः प्रतीतिः भवति. चत्वरः इति अधिकरणमस्ति इति ज्ञायते, सप्तमी विभक्ति अस्ति. तर्हि अत्र इत्यादिवत् अधिकरणत्वगाहि प्रत्ययः, अत्र अवगाहि इति अवगन्तव्यं भवति. अस्तु, अवगाहः इति सामान्यलौकिकभाषायाम् अवगाहः इत्युक्ते इमर्शन् इति भवति, निमज्जनम् इति. तर्हि अत्र अधिकरणत्वगा अवगाहि इत्युक्ते यस्मिन् किमपि अस्ति, यस्मिन् अधिकरणं प्रतीयते. प्रतीयते नाम भासः भवति अथवा अवगमनं भवति, तादृशम् अस्ति अधिकरणत्वावगाहि. भूतले घटः इति अधिकरणत्वावगाहि प्रत्ययः. तत्र अवगाहः इति पदमस्ति, तस्य इणि प्रत्ययः अवगाहि इति. तादृशः प्रत्ययः अस्ति भूतले घटः इति. प्रत्ययः नाम आकारः, आकारः इति पूर्वमपि एकवारं वयं दृष्टवन्तः. शब्देन ज्ञानस्य प्रतिपादितम् अथवा शब्देन प्रतिपादितं स्वरूपं ज्ञानस्य एव आकारः, सः एव अस्ति प्रत्ययः इति. प्रत्ययः नाम आकारः, नाम येन बोधः भवति, किञ्चित् अवगमनं भवति ज्ञानस्य, तादृशशब्दप्रयोगः एव प्रत्ययः इति उच्यते. अयं प्रत्ययः कीदृशः अस्ति? अधिकरणत्वावगाहि प्रत्ययः अस्ति. अधिकरणत्वावगाहि प्रत्ययः इत्युक्ते यस्य श्रवणेन अधिकरणत्वस्य ज्ञानं भवति, अधिकरणत्वं प्रतीयते अथवा अस्मिन् किमपि अस्ति इति प्रतीयते, तादृशमस्ति अधिकरणत्वावगाहि प्रत्ययः. उदाहरणमस्ति भूतले घटः. भूतले अधिकरणत्वम् अस्ति इति प्रतीयते अस्य श्रवणेन. चत्वरे गौः इत्यस्य श्रवणेन चत्वरे अधिकरणत्वम् अस्ति इति प्रतीयते, तादृशः प्रत्ययः अधिकरणत्वावगाहि इति. भगिनि, अत्र यस्य शब्दस्य ज्ञानं भवति इत्युक्ते अधिकरणस्य ज्ञानं, तद् प्रत्ययः इति वदति किल? प्रत्ययः इत्युक्ते बोधः, ज्ञानस्य बोधः. व्याकरणस्य प्रत्ययः त्यजतु इदानीं, तद् अवगतं. व्यवहार इति एकं पदं वयं पठितवन्तः किल गतसप्ताहे, तदेव किल? तथा एव अत्र प्रत्ययः, अत्र शब्दप्रयोगः भवति, अत्र अधिकरणस्य ज्ञानं भवति. अस्तु, तत्र त्रयोत्रिंशत्तमे पुटे पेज् 33 मध्ये अन्तिमवाक्यं पश्यति वा नीता भगिनी? कुत्र भगिनि? पेज् 33 मध्ये अन्तिमभाग त्रयोत्रिंशत्. आम्, अन्तिमवाक्यं पठति वा? आकार इत्यस्य ज्ञानं, आकार इत्यस्य ज्ञानादि ज्ञानादि सविषय ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. अत्र अन्तिमभागमस्ति खलु, शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. कस्य अर्थः? आकारः इति. भूतलं घटवत् अथवा भूतले घटः इति ज्ञानमस्ति. शब्देन यदा वदनं भवति, भूतले घटः अथवा भूतलं घटं घटवत् इति शब्देन यदा वदनं भवति, तादृशं शब्देन प्रतिपादितं रूपं ज्ञानस्य आकारः इति उच्यते. अस्तु, इति अत्रापि दत्तं, सः एव आकारः प्रत्ययः, तावदेव. अपि च अस्माकम् उदाहरणे भूतले घटः, चत्वरे गौः इत्येषाम् उदाहरणेषु तादृशप्रत्ययः अधिकरणत्वावगाहि प्रत्ययः अस्ति. नाम यस्य श्रवणेन कस्यचित् अधिकरणत्वम् अस्ति इति भाति, इति प्रतीयते, तादृशः अस्ति अधिकरणत्वावगाहि प्रत्ययः इति. अवगम्यते वा? अस्तु, तर्हि अस्य प्रयोगः कालसम्बन्धे कथं भवति इति अग्रिमवाक्यमस्ति, पठति वा राजेन्द्रमहोदय? तदा आकार अस्तु इदानीं घटः, तदानीं पटः अपि. यदा यदा वदामः घटः, तद् तत् सः आकारः, इदानीं ज्ञानम् उत्पद्यते, ज्ञानम् उत्पद्यते, ज्ञानस्य उत्पादनं भवति. यदा वदामः घटः पटः, तथा तत् आकारः एव मनसि आगच्छति, तत् तत्काले. यथा भूतले घटः इति आकारः आसीत् अथवा प्रत्ययः आसीत्, तथैव कोट्स् मध्ये स्थापयन्तु, इदानीं घटः इति आकारः अस्ति. तदानीं पटः इति आकारः अस्ति. इदानीं घटः इत्यस्मिन् वाक्ये अधिकरणं भासते वा? अधिकरणस्य प्रतीतिः अस्ति वा? इदानीम् इत्युक्ते काले घटः अस्ति, कालः अधिकरणः अस्ति, अतः तदेव प्रत्ययः. बहु सम्यक्, तथैव अस्ति. इदानीं घटः इत्यस्मिन् आकारे अथवा इत्यस्मिन् प्रत्यये अधिकरणत्वस्य प्रतीतिः अस्ति एव. इदानीं घटः इत्युक्ते अस्मिन् काले घटः, तत्रापि सप्तमी अस्ति, पश्यन्तु, अस्मिन् काले घटः. तर्हि सप्तमी विभक्ति अस्ति चेत् घटः अस्मिन् काले अस्ति इति आकारः अस्ति चेत् तादृशः अपि अधिकरणत्वावगाहि प्रत्ययः अस्ति. तथैव अस्ति तदानीं पटः अपि, तस्मिन् काले पटः इति अवगन्तव्यम्, अवगमनं भवति अस्माकम्. तदानीं पटः, तत्र अधिकरणत्वं कुत्र अस्ति राजेन्द्रमहोदय? काले. काले, तदानीम् इत्युक्ते तस्मिन् काले. तस्मिन् काले इति अधिक इत्यतः इदानीं घटः तदानीं पटः अपि अधिकरणत्वाव गाहि प्रत्ययौ स्तः. बुद्धं वा? अग्रे वाक्यं पठतु. अत्र च अधिकरणत्वेन न्यायमान पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तथैव अस्ति यथा भवती इदानीं पाठयति, तत् तत् अधिकरणत्वेन न्यायमानपदार्थः तु कालः एव अस्ति, तथा हि स्वीकरणीयं, तथैव किमर्थम् अधिकरणत्वं तु काले अस्ति इति जानीमः वयं, तत्तु अङ्गीकारः, तत्र तु अङ्गीकारः अस्ति, परन्तु इतरपदार्थानां बाधात् इत्युक्ते इतरपदार्थानां कालस्य कालात् पूर्वमपि अहम् इतराणां पदार्थानां परिचयं प्राप्तवन्तः, द्रव्याणां संयोगः इत्यादि खलु, विशेषः, समवायः, तेषां पदार्थानाम् उपयोगेन एतद् अधिकरणत्वस्य ज्ञानं न भवति, असम्भवः भवति. बाधा इत्युक्ते असम्भवः. तर्हि एकस्य नूतनस्य पदार्थस्य आवश्यकता अस्ति अधिकरणत्वं सूचयितुम् अथवा अधिकरणत्वं निरूपयितुं. पूर्वं यानि द्रव्याणि वयं दृष्टवन्तः तानि न उपयुज्यमानानि, नूतनस्य अपेक्षा अस्ति, सः एव कालः इति. बुद्धं वा? आम् भगिनि. अस्तु अग्रे. सः पदार्थः कालः अस्ति, अत्र अधिकरणत्वं तत्र अस्ति काले. तत्र च आधार आधेयभावनिर्वाहाय गुणागुणिनां समवायः इव अतिरिक्तः सम्बन्धः कल्प्यते. अस्तु, तर्हि अत्रापि आधाराधेयभावः अस्ति. इदानीं घटः इत्यस्मिन्, घटः अस्मिन् काले इति, तत्र आधारः कः? इदानीं कालः, इदानीम् इत्युक्ते अस्मिन् काले इति चिन्तयतु, तदानीं तस्मिन् काले, तर्हि आधारः कालः खलु. आधेयः कः? आधेयः घटः. परन्तु अत्र आधार आधेयभावनिर्वहणाय अथवा निरूपणाय समवायसम्बः सम्बन्धः योग्यसम्बन्धः वा, युक्तः वा? किमर्थं भगिनि उच्यताम्? गुणगुणिना नास्ति. सत्यं, गुणगुणिनोः मध्ये अथवा क्रियाक्रियवतोः मध्ये, जातिव्यक्त्योः मध्ये एव समवायः. अत्र आधाराधेयभावनिर्वहणाय समवायः न युक्तः, संयोगः अपि न युक्तः, यतोहि संयोगः द्रव्याणां मध्ये भवति. समवायः, संयोगः अथवा स्वरूपसम्बन्धः, तत्सर्वं न युक्तं, तर्हि नूतनसम्बन्धस्य अपि आवश्यकता अस्ति. सः कः सम्बन्धः? कालिकसम्बन्धः. स एव कालिकसम्बन्धः इति उच्यते. तर्हि कालस्य निरूपणे कालिकसम्बन्धस्यापि निरूपणं भवति इति. अस्तु, अग्रे नीता भगिनी पठति वा. इदानीं पृथिवी, तदानीं वायुः, इदानीम् आकाशः, इदानीं रूपादयः क्रियाः. क्रियाः घटत्वं विशेषः समवायः अभावो वा इत्यादि प्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरोऽपि नियमः सिद्ध्यति. अस्तु, वर्गस्य प्रारम्भे कस्याश्चित् प्रश्नः आसीत् खलु, सर्वाधारत्वं कुतः इति, जयन्ती भगिनी वा अथवा सन्ध्या भगिनी? मम आसीत् भगिनी, इदानीं स्पष्टम् आं भगिनि. सन्ध्या भगिन्याः खलु? आम्. हा अस्तु, नीता भगिनी किञ्चित् प्रतिपादयतु पठित्वा पुनः. प्रथमतया वयं पठितवन्तः कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वम् इत्युक्ते कालः एव सर्वेषां वस्तूनाम् आधारः इति अत्र एव प्रतिपादितः. इदानीम् इत्युक्ते कालः, तदानीम् इत्युक्ते तस्मिन् इत्युक्ते कालः, इदानीम् आकाशः इत्युक्ते एव कालः. अत्र सर्वेषां पदानामपि कालः एव आधारः इति निरूपितवन्तः. सर्वेषां पदार्थानां कालवृत्तित्वं, कालवृत्तित्वं, वृत्तित्वम् इत्युक्ते आधेयता. अस्तु, काले काले सर्वेषां वस्तूनां वर्तमानत्वम् अथवा वृत्तित्वम् आधेयता इति कृत्वा कालः किमस्ति अत्र? कालः आधारः भवति. कालः आधारः भवति इति अपि वक्तुं शक्नुमः अथवा कालः अधिकरणं भवति इति अपि वक्तुं शक्नुमः. इति कालस्य सर्वाधारत्वं स्वीकृतम्. अत्र सन्ध्या भगिनी किमपि चिन्तनमस्ति वा? न भगिनी, तदेव सर्वेषां पदार्थानां तत्र आधारः कालः एव कथं भवति तदेव अस्ति अत्र. सर्वेषामेव पदार्थानां कालः आधेयता निश्चीयते इति सर्वाधारः कालः इति अपरोऽपि नियमः सिद्ध्यति. अन्य पदार्थाः अनेकाः सन्ति, तत् पदार्थानाम् उपयुज्य अत्र सम्बन्धः किम् इति वयं वक्तुं न शक्नुमः. कालः इति कालिकसम्बन्धः उपयुज्य एव. तर्हि सर्वेषां पदार्थानाम् इदानीं पृथिवी, तदानीं वायुः नाम ते सर्वे पदार्थाः कुत्रचित् भवेयुः एव खलु? जन्यमस्ति, पृथिवी अपि जन्यं, नित्यद्रव्यं नास्ति, तानि सर्वाणि जन्यानि एव. तर्हि जन्यानां कुत्र कालेन सह सम्बन्धः अस्ति एव इति कृत्वा तानि सर्वाणि द्रव्याणि काले भवन्ति, कालः सर्वाधारः. अपि च केन सम्बन्धेन काले भवन्ति तानि? कालिकसम्बन्धेन काले भवन्ति इति अस्ति. अस्तु, तर्हि अग्रे सरेम भगिनी. कालः बाधात् कालः एव इति स्वीक्रियते. बाधात् इत्युक्ते बै डिफाल्ट्? बाधा इत्युक्ते असम्भवात् इत्युक्ते अन्येषां पदार्थानां स्वीकरणेन वयम् एतादृशं ज्ञानं प्राप्नुमः वा इदानीं घटः इत्यस्मिन् अधिकरणत्वं काले अस्ति. इदानीं गतः इति वदनेन इदानीम् इत्यस्य प्रतिनिधिः कः कः स्यात्? इदानीम् इत्यस्य प्रतिनिधिः कालः स्यात्? अन्ये पदार्थाः न भवन्ति, भवितुम् अर्हन्ति एव. इदानीं गतः इत्यस्य इदानीम् इत्यस्य प्रतिनिधिः पृथ्वी वा वायुः वा किमपि भवितुम् अर्हति वा? संयोगः वा विशेषः किमपि न भवितुम् अर्हति. तदर्थम् उक्तम् इतरपदार्थानां बाधात्, इतरपदार्थानां स्वीकरणेन बाधा एव भवति, तत्र दोषः एव भवति. तदर्थं कालः एव उचितः पदार्थः इदानीं तदानीम् इति सर्वं वक्तुम् इति अत्र अर्थः अस्ति बाधापदस्य. अस्तु अग्रे सरला भगिनी पठति वा? आं भगिनि. सर्वजन्यानां समानकालिकानां परस्परं अधिकरणत्वम् इत्युक्ते सर्वे वस्तूनां जन्यति वा विनाशति तस्य अधिकरणं कालं भवति. सत्यं, तस्य अधिकरणं कालं भवति, अपि च ते परस्पर अधिकरणानि अपि भवन्ति इति नूतनः विषयः. अग्रे पठतु भगिनि. ओके. अत्र च वस्तुगत्या महाकालस्यैव सर्वाधारत्वे अपि यम् उपाधिम् आश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः, तस्य उपाधे अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते यथा पूर्वोक्ते उदाहरणे. अस्तु, अत्र किञ्चित् वदामि. पूर्वोक्ते उदाहरणे किम् आसीत्? शारदालयः, पद्मालयः, शिवालयः इति गृहाणि आसन्. एकं गृहम् आसीत् 1970 मध्ये, पद्मालयः 75, शिवालयः 85 इति अस्ति प्रदर्शितम् उदाहरणं. तर्हि एतानि गृहाणि समकालिकानि इति उच्यन्ते. समकालिका इत्युक्ते कान्टेम्पररीस्, एकस्मिन् काले. पद्मालयस्य जननम् आधारीकृत्य शारदालयः ओ तदा आसीत्, शिवालयः तदा आसीत् इति वदामः. तर्हि समकालीनाः अथवा समकालिकाः एते सर्वे. अस्तु, तर्हि अत्र प्रथमे वाक्ये किमस्ति? अत्र च वस्तुगत्या, वस्तुगत्या इत्युक्ते वस्तुतया महाकालस्यैव सर्वाधारत्वे अपि यम् उपाधिम् आश्रित्य. महाकालः तु सर्वाधारः, वस्तुतया महाकालः सर्वाधारः एव, किन्तु यम् उपाधिम् आश्रित्य. अत्र अस्माकम् उपाधिः कः? काल पद्मालयः इति उपाधिः. पद्मालयम् आश्रित्य शारदालयः, शिवालयः इति व्यवहारः जातः पञ्चभ्यः वर्षेभ्यः पूर्वं, दशभ्यः वर्षेभ्यः परम् इति. तर्हि अस्माकम् उपाधिः अस्ति पद्मालयः. अस्तु, तर्हि यम् उपाधिम् आश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः. कालिकसम्बन्धः कथं सिद्धः? उपाधिं, प्रथमम् उपाधिम् आश्रित्य, अनन्तरम् अस्मिन् काले यत्किमपि भवति, अपि च केन सम्बन्धेन, कालिकसम्बन्धेन इति सर्वं सिद्धम्. यद् यम् उपाधिं वयं स्वीकृतवन्तः, सः उपाधिः अपि अधिकरणं भवति इति उक्तम् अत्र. तस्य उपाधेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते. नाम यम् उपाधिं पद्मालयं स्वीकृत्य कालस्य मापनं कृतं, सः उपाधिः पद्मालयः अपि अधिकरणं भवति. कस्य अधिकरणं भवति? शारदालयस्य वा शिवालयस्य? हा, उत्तमं. शारदालयस्य वा शिवालयस्य, समकालीनानाम् अधिकरणं भवति. तर्हि सारांशः एवमस्ति. शारदालये पद्मालयः कालिकसम्बन्धेन भवति, पद्मालये शारदालयः कालिकसम्बन्धेन, शिवालये पद्मालयः कालिकसम्बन्धेन, तथैव परस्परमपि अधिकरणत्वं भवति कालिकसम्बन्धेन समकालीनानां. तर्हि यत्किमपि वस्तु जायते, यस्य जन्म भवति, प्रथमतया सः कालस्य उपाधिः भवति मापनार्थं, कालस्य लघ्वीकरणार्थम् उपाधिः. तस्मिन् कालस्य उपाधित्वमपि अस्ति, अनन्तरम् अधिकरणमपि अस्ति, अधिकरणत्वम् अपि अस्ति. कस्य अधिकरणत्वम्? अन्येषां समकालीनानाम् अधिकरणत्वम् अस्ति अपि भवति उपाधेः. अन्ये समकालीनाः उपाधौ कालिकसम्बन्धेन भवन्ति इति अत्र स्पष्टं वा? भगिनि, यथा वयं पूर्वं पठितवन्तः, प्रकारता निरूपयते, विषयता, विषयता निरूपते संस्कृता, तथैव पद्मालय, पद्मालय अधिकरण भवति शारदालयस्य, शारदालय अधिकरण भवति शिवालयस्य इति. सत्यं भगिनि, तथैव अस्ति. इदानीं चिन्तयतु, मम वाक्यमस्ति पद्मालयः शारदालये अस्ति इति वाक्यम्. अधिकरणं किं तत्र? पद्मालय. चिन्तयन्तु, पद्मालयः शारदालये अस्ति, अधिकरणं किं? शारदालयः. शारदालये किम् अस्ति? तर्हि अधिकरणता अस्ति खलु. पद्मालये अधेयता अस्ति, तावदेव. शारदालयनिष्ठ अधिकरणता निरूपित, पद्मालयनिष्ठ अधेयता इति वाक्यं रचयति चेत् तत्र अधिकरणत्वं केन सम्बन्धेन भवति? कालिकसम्बन्धेन इत्येव अस्ति. कालिकसम्बन्धावच्छिन्न अधिकरणता अस्ति समकालीनानाम्. अस्तु, इति मुख्यः विषयः अस्ति. उपाधिः यत्किमपि जायते, यस्य जननं भवति, सः उपाधिः भवति, अपि च अन्येषां समकालीनानां कृते अधिकरणमपि भवति कालिकसम्बन्धेन, तस्मिन् अधिकरणत्वं भवति इति अस्ति सारांशः. यद् वाक्यद्वये तावदेव उक्तम्. अग्रे किञ्चित् पठित्वा अद्य समापयामः. संध्या भगिनी पठति वा? परन्तु तत्र यथा अन्तरा जातं पद्मालयम् आदाय तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते, तथैव अत्यन्तपूर्ववर्ति शारदालयम् आदाय अपि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः एव. तर्हि पूर्वं पद्मालयम् आदाय तत्र कालिकसम्बन्धः तत्र स्थापितः, इदानीं तस्य भिन्नं शारदालयम् उपयुज्य अपि दर्शयितुं शक्नुमः इति अस्ति. एवम् अन्तिमं शिवालयमादाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः, पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इत्यादयः अपि व्यवहाराः सार्वजनीनाम् इति पद्मालये इव इतरयोः गृहयोः कालोपाधित्वम् आगतम्. तर्हि तथैव शिवालयस्य अपि आधारत्वं स्वीकृत्य तत्र अन्य उदाहरणानि अपि वक्तुं शक्नुमः. तथैव इति व्यवहारः पद्मालयः. तर्हि यथा पद्मालयस्य कालोपाधित्वं स्वीकृतं, तथैव शारदालयस्य शिवालयस्य अपि स्वीकर्तुं शक्नुमः इति. तुल्यन्यायात् सर्वेषामेव जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वम् अपि सिध्यते. तर्हि तत्र तुल्यन्यायः विषये प्रायः वक्तव्यं भवति. तुल्यन्यायात् इत्युक्ते कम्पेरिसन् कृतं, तथैव अस्ति खलु. तर्हि तस्य आधारेण तत्र सर्वेषामपि येषां जननं भवति तेषां कालोपाधित्वं स्वीकर्तुं शक्नुमः. तत्र उपाधित्वं स्वीकर्तुं शक्नुमः अतः तत्र अधिकरणत्वम् अस्ति इति. केन सम्बन्धेन अधिकरणत्वं? कालिकसम्बन्धेन. कालिकसम्बन्धेन कालिकेन अधिकरणत्वम् अस्ति. अस्तु, अग्रे पठतु भगिनि वाक्यत्रयं वाक्यद्वयं. तथा च शारदालये कालिकेन पद्मालयशिवालयौ, पद्मालये कालिकेन शारदालयशिवालयौ, एवं शिवालये कालिकेन शारदालयपद्मालयौ वर्तेते इत्यपि सिद्ध्यति. तस्य चर्चा अभवत् एव. तत्र शारदालयस्य, पद्मालयस्य, शिवालयस्य अपि तत्र अधिकरणत्वं स्वीकर्तुं शक्नुमः इति. परस्पर अधिकरणत्वं भवति कालिकसम्बन्धेन. आम्, अस्तु. इति समकालिकानां परस्पर कालिकसम्बन्धेन अधिकरणत्वम् अस्ति. अन्यस्मिन् अस्ति, अन्यः एकस्मिन् अस्ति इति. सत्यं, वयं सर्वे अपि तथा समकालीनाः इति चिन्तयति चेत् मयि भवति कालिकसम्बन्धेन भवति. तथा अस्ति, भवत्याम् अहं कालिकसम्बन्धेन भवामि तथा. परस्पर अधिकरणत्वम् स्पष्टमस्ति वा? अत्र स्थगयामः. अपि च एका सूचना अस्ति, यतोहि किञ्चित् विलम्बेन आरभ्यमानः भवति वर्गः, तर्हि पञ्चनिमेषात् पूर्वम् आगच्छन्ति चेत् नामानि लिखित्वा सार्धनववादने अथवा पूर्व पश्चिमतटे सार्धषड्वादने आरब्धुं शक्नुमः. तर्हि किञ्चित् यतन्तां सर्वे पञ्चनिमेषेभ्यः पूर्वम् आगच्छतु इति निवेदयामि. शुभरात्रि. धन्यवादः. धन्यवादः भगिनी. नमस्ते. धन्यवादः. नमस्ते.